नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणस्य चिन्तनवर्गे सर्वेषां स्वागतम्. अद्य वयं शत्रन्तानां सुबन्तनिर्माणम् इति पाठं मिलित्वा पठामः. तत्र वयं इदानीं पर्यन्तं शत्रन्तानां निर्माणार्थं समग्रदृष्ट्या कार्यद्वयम् अस्ति इति दृष्टवन्तः. प्रातिपदिकनिर्माणं, सुबन्तनिर्माणम् इति. तत्र प्रथमतया प्रातिपदिकनिष्पादनीयं, तदा अनन्तरमेव सुबन्तपदनिर्माणं भवति. प्रक्रिया तस्य प्रक्रिया भवति. प्रथमकार्यं सार्वधातुकप्रकरणे अन्तर्भूतः अस्ति. इत्युक्ते प्रातिपदिकनिर्माणं सार्वधातुकप्रकरणे अन्तर्भूतः अस्ति. सुबन्तनिर्माणं तु नूतनकार्यमस्ति. तदेव वयम् अस्मिन् करपत्रे पश्यामः. सुबन्तप्रकरणम् इति करपत्रे पश्यामः. तत्र एव पुनस्मरणरूपेण दत्तमस्ति, अतः तदेव पठित्वा पुनस्मरणमपि कुर्मः. अस्तु, हेमा भगिनी पठति वा? पठामि महोदय. आरम्भतः वा? शत्रन्तानां सुबन्तनिर्माणम् इति आरम्भतः. अस्तु महोदय. एतावता शत्रन्तप्रातिपदिकं कथं निष्पद्यते इत्यस्माभिः परिशीलितम्. अस्य विषयस्य प्रथमपाठे दृष्टं यत् पुंसि नपुंसके च शत्रन्तप्रातिपदिकं समानं, यथा वदत् इति प्रातिपदिकं पुंसि नपुंसकेऽपि. अग्रिमेषु पाठेषु अवलोकितं यत् शत्रुप्रत्ययस्य कर्तृकत्वे सार्वधातुकत्वे च सति विकरणप्रत्ययाः विहिताः. अनेन कारणेन धातुगणम् अनुसृत्य शत्रन्तप्रातिपदिकानि भिद्यन्ते. तत्र गभीरत्वेन परिशीलितं भ्वादिगणे, दिवादिगणे, तुदादिगणे च. अपरेषां गणानां रूपाणि यथा लट्लकारस्य प्रथमपुरुषबहुवचनान्तरूपं तथैव भवन्ति, यतोहि अन्ति झि अजादिः अपि सार्वधातुकप्रत्ययः. अत् शत्रु अपि तथा. अतः कस्मिन्नपि गणे अन्ति इति भागं निष्कास्य अत् इति भागं संयोजयामश्चेत् पुंसि नपुंसके च शत्रन्तप्रातिपदिकं सिद्धम्. अत्र शत्रन्तप्रातिपदिकविषये वयं कथं प्रातिपदिकस्य निष्पादनं कथं करणीयम् इति पूर्वतनपाठे परिशीलितं. पुल्लिङ्गे अपि च नपुंसकलिङ्गे कार्याणि समानं भवति. अद्यतन विषये तु वयं विकरणप्रत्ययाः आगत्य तदनन्तरं सुबन्त प्रातिपदिकानि कथं भवन्ति इति द्रष्टव्यम्. अपि च शत्रुप्रत्ययः षित् अस्ति इति कृत्वा तिंषित् सार्वधातुकम् अनेन तत्र सार्वधातुकसंज्ञां प्राप्नोति. अतः प्रक्रिया भवति, यदा वयं लट्लकारे प्रथमपुरुषबहुवचने अन्ति इति स्वीकुर्मः, तथैव अत्रापि सर्वे प्रक्रियाः समानानि भवन्ति. केवलम् अन्ति तस्य स्थाने अत् इति स्थापयामश्चेत् लघुरूपेण तथैव भवन्ति. शास्त्रीयरीत्या यदा न पश्यामः, केवलम् अत् इति अन्ति स्थाने अत् इति स्थापयामश्चेत् अस्माकं प्रातिपदिकं प्राप्नुमः. अपि च अत्र अन्यत् विषयमासीत्, सार्वधातुकप्रक्रिया अस्ति चेदपि अत्र गणमनुसृत्य एव अत्र भेदाः भवन्ति, यतोहि विकरणप्रत्ययाः आगच्छन्ति, अपि च विकरणप्रत्ययाः गणमनुसृत्य भिद्यन्ते इति कृत्वा अत्रापि रूपाणि भिन्नानि भवन्ति, परन्तु प्रक्रिया तु तथैव भवन्ति. यथा वयम् अन्ति प्रथमपुरुषबहुवचने यथा वयं कृतवन्तः, अन्ति अपि अजादिः अस्ति, अपि च अपित् अस्ति, अपि च शत्र इति प्रत्यये शकारस्य अपि च ऋकारस्य लोपानन्तरं सानुबन्धम् अस्ति शत्र इति. शकारस्य लोपः भवति लशक्वतदिके, अपि च ऋकारः अनुनासिकः अस्ति इति कृत्वा उपदेशजनुनासिक इति कृत्वा तदपि द्वयोः लोपः भवति तस्य लोपः इति सूत्रेण. अतः अत् एव अवशिष्यते. अत् अपि अजादिः अस्ति, सार्वधातुकप्रत्ययः अस्ति इति कृत्वा प्रक्रिया समानं भवति इति. सम्यक् भगिनि, उत्तमं, तदेव अस्ति अत्र. अस्तु, लक्ष्मी भगिनी तत्र प्रथम उदाहरणं स्वीकृत्य प्रक्रिया पूर्णतया वदति वा? अहं शास्त्रीयप्रक्रिया किन्तु प्रयत्नं करोमि. अत्र द्वादिगणे वद् धातुः अस्ति. वद् धातोः बहुवचनान्तरूपम् अस्ति वदन्ति. प्रथमपुरुषबहुवचनान्तरूपं वदन्ति अस्ति. किन्तु अत्र पूर्वस्मिन् परिच्छेदे तत्र लिखितमस्ति, अत्र सत्रप्रत्ययः, अजादिप्रत्ययः, अपि च अपित् प्रत्ययः, अपि च सार्वधातुकप्रत्ययः. तथा एव अन्ति बहुवचन प्रथमपुरुषबहुवचने तत्र झि इत्यस्मिन् स्थाने अन्ति आयाति. तयोः द्वयोः कार्यं समानमेव. इत्युक्ते बहुवचन प्रथमपुरुषबहुवचनप्रत्ययं योजयित्वा यदा यादृशरीत्या वयं तिङन्तपदं साधयामः तथा एव अत्रापि शत्रन्तरूपं साधयामः. इत्युक्ते अत्र वद् धातुः अस्ति, वद् योगः लस्य स्थाने वर्तमाने लट् इति सूत्रेण लट् आयाति. इत्युक्ते सत्रप्रत्ययः तस्य उपयोगं वर्तमानकालार्थे एव तस्य उपयोगं कुर्मः. अतः वर्तमाने लट् इति सूत्रेण लटायाति. तदनन्तरं लटः सत्रशाणचो प्रथमासमानाधिकरणे इति सूत्रेण शत्रप्रत्ययः आयाति. अतः वद्योगः शत्रप्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अपि च षित् अस्ति. इत्युक्ते तिङ्क्षित् सार्वधातुकम् इत्यनेन षित् प्रत्ययः अस्ति इति कृत्वा कर्तरीषप् इत्यनेन विकरणप्रत्ययः मध्ये आयाति. अतः वद्योगः शप् योगः शत्र इति अस्ति. शप् इत्यस्मात् शकारः पकारः अपगच्छतः, तत्र अकारः एव तिष्ठति. तेन वद्योगः आ वद इति अङ्गमायाति. वदयोगः शत्र, शत्र इत्यस्मात् ऋकारः अपि च षकारः अनुबन्धवर्णे वर्णौ. तदर्थं लशक्वतधिते अपि च उपदेशजनुनासिक इत् अपि च तस्य लोपः इति विधायकसूत्रेण तयोः द्वयोः इति संयोग भगिनि हल्यन्तनेन पकार हल्यन्तन् नाता क्षम्यतां शत्र शत्र इत्यस्मिन् ऋकारः उपदेशजनुनासिक इत्यनेन षकारः लषक्वतधिते इत्यनेन तस्य लोपः इति विधिसूत्रेण तयोः द्वयोः इत्संज्ञकवर्णयोः लोपः भूत्वा अत्र अत् एव तिष्ठति. अतः वदयोगः अत् इति अस्ति. अधुना अतोगुणे इति सूत्रेण पूर्वरूपादेशः भवति. इत्युक्ते वदत् इति प्रातिपदिकं क्षम्यतां पररूपादेशः भवति. पुंलिङ्गे नपुंसकलिङ्गे वदत्येव प्रातिपदिकं, किन्तु स्त्रीलिङ्गे तत्र भिन्नसूत्राणि सन्ति. ताभ्यां सूत्राभ्यां तत्र वदन्तीरूपम् आयाति. अग्रे गत्वा वयं द्रक्ष्यामः. सम्यक् भगिनि, उत्तमम्. एकः एव विषयः तत्र लट् शत्र भविष्यत्काले अपि भवति. लिट्र लिटः भविष्यत्काले सूत्रं लृटः सद्वा सत्वा इति सूत्रेण तत्र भविष्यत्काले अपि भवति. वर्तमानकाले एव इति न, तत्रापि भवति. बहु समीचीनं भगिनि. अन्ये अरुणा भगिनी वदति वा स्त्रीलिङ्गे कथं भवति इति प्रक्रिया? अहं न जानामि भगिनि. ओ नास्ति चिन्ता. अन्ये के सन्ति? 6377 इति सङ्ख्या दृश्यते. सरला भगिनी वदति वा भगिनि? अस्तु, स्त्रीलिङ्गे यत्र वद इति वदत् इति प्रातिपदिकं तद्धितसमासः च इति सूत्रेण प्रातिपदिकं संज्ञा प्राप्नोति. यदि तत् आगच्छति तदनन्तरम् उगित्तश्च इति सूत्रेण कारणकि शत्रप्रत्यन्त प्रत्याहारे आगच्छसि सो इति उगित् भवति. सो उगित्तश्च इति सूत्रेण ङी प्रत्यय योजयामः स्त्रीविवक्षायां. सो वदत् योग ङी इति भवति तङ्कारस्य पुनः लशक् उत्तद्धते इति सूत्रेण तस्य लोपः भवति. संज्ञा तस्य लोपः भवति, इ अवशिष्यते. यदि इ स्त्रीविवक्षायां शप् शनो नुमागम नित्यम् इति सूत्रेण नुमागम भवति. मिदिचो अन्त्यान्तपर इति सूत्रेण नुमागम अन्त्य अचुवनस्य अन्ते आगच्छति. सो वदत् वद् योग नुं योग त योग इ वदन्ति इति स्त्री लिङ्गे भवति. वदन्ति प्रातिपदिकं तस्य रूपाणि भवन्ति वदन्ति वदन्त्यौ वदन्त्यः इति स्त्रीलिङ्गे भवति. सम्यक् भगिनि. तत्र उगितश्च इति सूत्रम् एकवारं स्मारयति वा किं वदति इति? उद्दिष्टश्च इति स्त्रीविवक्षायाम् इत्यनेन स्त्रीप्रत्यय ङीप् विहितः भवति. यदि ङीप् प्रत्यय ङीप् नदी इति ङीप् ङीष् ङी त्रयः ङी प्रत्ययाः सन्ति ते तस्य आगच्छति. तृतीय अध्यायस्य प्रथमसूत्रस्य आरभ्य पञ्चमध्यायस्य अन्तिमसूत्रपर्यन्तं तस्य अधिकारः भवति स्त्रीविवक्षायां. सम्यक्. तत्र नदी इति एका संज्ञा अस्ति. नीप् नीष् नीन् इति स्त्रीप्रत्ययानां नदी संज्ञा भवति. भगिनी हेमा भगिनी जानाति वा केन सूत्रेण नदीसंज्ञा नदीसंज्ञा विधायकसूत्रं किम् इति? आचि नद्योर्नुम् इति सूत्रमस्ति भगिनि. यत्र येन सूत्रेण अत्र ये नदीसंज्ञां प्राप्नुवन्ति तत्र तेषां कृते नुमागमः भवति, न तु शप्श्यनोर्नित्यम् इति. तत् अपवादसूत्रमस्ति. प्रथमम् आचि नद्योर्नुम् इति कारणेन स्त्रीविवक्षायां ङीप् आगच्छति. अत्र सर्वे दीर्घ ऊकारान्ताः अपि च सर्वे दीर्घ ऋकारान् क्षम्यताम् ईकारान्ताः नदीसंज्ञां प्राप्नुवन्ति इति अस्ति. अतः अत्र ङीप् इति दीर्घ ईकारान्तः अस्ति इति कृत्वा नदीसंज्ञां प्राप्य अत्र आचिनद्योर्नुम् अनेन सूत्रेण अत्र नुमागमः भवति स्त्रीविवक्षायाम्. आचि नद्योर्नुम् इति शप् शनो नित्यं तत् यथा यत्र शप् शन् अस्ति यत्र भ्वादिगणे चुरादिगणे अपि द्वादिगणे नित्यं भवति. आचिन्यो नित्यं भवति तुदादिगणे वा आकारान्त अदादिगणे चतुर्दश धातवः सन्ति तत्र आचि नद्योर्नुम् इति विकल्पेन नुमागमः भवति तत्र. सत्यं सत्यं भवती यदुक्तं सत्यमेव भगिनि. तत्र शप् श्यन् इति शप् आगच्छति भ्वादौ चुरादिगणौ, अपि च श्यन् अस्ति दिवादिगणे. अतः शप् श्यन् द्वावपि गणत्रयमपि तत्र शपश्य शप् श्यनोर्नित्यम् इति सूत्रेण तत्र नुमागमः भवति. परन्तु नदी सम्यक् इति किमपि सूत्रम् अस्ति किल, केन येन सूत्रेण नदी इति संज्ञा विधीयते इति, नी नीष् नीन् इत्येव ग्रहणं भवति. टाप् टाप् प्रत्ययः अपि नदी प्रत्ययः द्वयोः अहं पठितवती अद्य एव, किन्तु एकवारम् अत्र भव्या भगिनी उक्तवती कानिचन सूत्राणि तत्र नदी संज्ञा इत्युक्ते का टाप् अपि नदी इति षड् आगच्छति, नीप् नीष् नी अपि टाप् ते भवति टाप् चाप् द्रष्टव्यं केन सूत्रेण अपि भगिनी यदि प्रातिपदिकम् ईकार नीप् वयं योजयामः नुमागम अपि तदनन्तरं प्रातिपदिकगणे लिङ्ग् विशिष्टस्य अपि ग्रहणम् इति परिभाषासूत्रेण ईकारान्तप्रातिपदिकं निष्पन्नं तदपि एकं वार्तिकम् अस्ति किल, परिभाषा अस्ति द्वितीयकरपत्रे दृष्टवती. द्वितीयकरपत्रे अस्ति भगिनि. आम् द्वितीयकरपत्रे एव. ज्ञाप्य प्रातिपदिकात् यावत् प्रत्ययः चतुर्थ पञ्चमो अध्यायस्य विहिता ते सर्वे प्रातिपदिके ज्ञतेभ्य आपत्तेभ्य वा आयान्ति स्त्रीलिङ्गरूपाणि ङी ङीप् ङीप् ङीन् ङीष् आप् टाप् ङाप् चाप् तत् सूत्रमस्ति ज्ञापि प्रातिपदिकात् तस्य अधिकारः अस्ति चतुर्थ अध्याय आरभ्य पञ्चमध्यायस्य अन्तिम प्रत्ययपर्यन्तं ज्ञाप्यात् प्रातिपदिकात् इत्येव सूत्रमस्ति येन विधीयते विधीयते. आम् अस्तु सम्यक्. परिभाषा अपि प्राप्तं प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति प्रातिपदिकम् अस्ति. सो आहत्य त्रयसूत्रा प्रातिपदिकात् आगच्छति. प्रथममस्ति अर्थवद्धातुप्रत्ययः प्रातिपदिकात् यत् वयं जानीमः प्रथमं सूत्रं यत् यद् धातुः अस्ति अप्रत्ययः अस्ति प्रतीकान्त्यान्त नास्ति पद् अर्थवान् अस्ति तद् भवति प्रातिपदिकात्. द्वितीयसूत्रं भवति कृत्तद्धितसमासाश्च. तृतीयमस्ति ज्ञाप्या प्रातिपदिकात् प्रतिभाषा प्रातिपदिकगणे लिङ्गविशिष्टस्य अपि ग्रहणम् इति. द्वे सूत्रे एका परिभाषा अस्तु सम्यक् अस्तु. अग्रिमम् अग्रिमधातुः स्वीकुर्मः. अन्य अस्ति वा पुष्पा भगिनी अस्ति वदति वा भगिनि द्विवादौ नृत्य इति धातुः. अस्तु भगिनि अहं न दृष्टामि एतद् करपत्रम् इदानीं परन्तु नृत्य नृत्य तु तदे नृत्य न नृत्य किं अहं योजितवती विकरणप्रत्ययः नृत्य इति एकनिमिष म्यूट् करोमि टी वी इस् आन् ओके ऑलराइट लेट मी ओपन अप द दिस थिंग आई डोंट नीड टू बट नृत् तत्तु अत्र शप् प्रभावे यकारः आगच्छति ततं तु श्यन् नकारः गच्छति षकारः लशक्वतद्विते इत्यनेन गच्छति लोपः भवति तस्य लोपः इत्यनेन यकारः एव तिष्ठति तत्तु नृत्य नृत्य इति रूपम् अरे didn't get mute okay tattu atra yakarah parantu akarah agacchati sha prabhavena na athwa ya yakarah na ya na yak yakarah na bagini yakarah eva yakarah eva yakarah agacchati अयोगः शत्रु शत्रु तु शकारः लोपः भवति ऋकारः तत् सूत्रं सूत्रं किं किं ऋकारः लोपः भवति तत् जानामि तत् किं लोपः भवति तत् मूलसूत्रम् अस्ति विस्मरामि कर्तरि शपं प्रबाध्य वा न न ऋकारः उपदेशे जननासिका उपदेशे जननासिका तत् क्षम्यताम् उपदेशे जननासिका इत्यनेन ऋकारः गच्छति लोपः भवति अत् एव तिष्ठति यकारः ऐ मीन् नृत्ययोगः अत्र अतोगुणे इत्यनेन एक एव पूर्व अकारः एव तिष्ठति परकारः तत्तु नृत्ययोगः अत् नृत्ययोगः अत् नृत्य सम्यक् एव नृत्यत् इति पुल्लिङ्गे नपुंसकलिङ्गे नृत्यन्ति इति नृत्यन्ति न नृत्यन् कथमागच्छति इति वदति वा नुमागमः भवति इदानीं चर्चा कृतं न तदेव नुमागमः आगच्छति नृत्यन्ति नृत्यन्ति प्रातिपदिकं नृत्यन्ति नृत्यन्त्यौ नृत्यन्तः त्यः नृत्यन्त्यः सम्यक् सम्यक् एव भगिनि नीप् इति उगिदश्च उगिदश्च इत्यनेन नीप् आगच्छति तत् कारणात् ईकारः आगच्छति न तत् नुमागमः तु नुमागमः तु तत् शप्शनो नित्यं नित्यं सम्यक् एव शप्शनो नित्यम् इत्यनेन नकारः आगच्छति नुमागमः तदैव नृत्यन्ति इति उत्तमं भगिनि मम मनसि तिष्ठति इदानीम् उत्तमम् उत्तमम् उत्तमं सम्यक् अस्तु अस्तु भगिनि आम् हेमा भगिनी तु उदादिगणे करोति वा लिक् इति धातुः आं महोदय अत्र लिक् इति स्वीकुर्मः लिक् उदादिगणीयधातुः अत्र लिक् योगः प्रथमं लस्य इति आगच्छति तदनन्तरं लट् विवक्षायां लस्य स्थाने लट् आगच्छति लटः स्थाने शत्र आगच्छति तत्र लटः शत्रुशानचौ प्रथमासमानाधिकरणे इति सूत्रेण तत्र शत्रु विधीयते अनुबन्धलोपानन्तरं तत्र केवलम् अत् इति अवशिष्यते तर्हि लिक् योगः अत् इति स्थितिः शत्रुषित् अस्ति इति कृत्वा तत्र सार्वधातुकसंज्ञां प्राप्नोति अपि च तत्र कर्तृत्वे कर्तृत्वविवक्षायां सार्वधातुके परे तत्र कर्तरि शप् इत्यनेन शप् विधीयते शपं प्रबाद्य तत्र दिवादिगणीय धात् विकरणप्रत्ययः श्यन् आगच्छति अतः लिक् योगः श्यन् योगः अत् इति स्थितिः तुदादिगणीयः ओ क्षम्यतां क्षम्यतां शकारः अस्ति धन्यवादः महोदय शकारः अस्ति तर्हि शप् स्थाने शकारः आगच्छति अतः लिक् योगः शकारः योगः अत् इति स्थितिः शकारस्य शकारस्य षकारः लोपानन्तरं तत्र अनुबन्धरहित विकरणप्रत्ययः अस्ति अकारः, तर्हि लिक् योगः अयोगः अत् इति, लिक् योगः अ इति लिख इति अङ्गं भवति, लिखयोगः अत् यदा अस्ति तत्र अतो गुणे इति कृत्वा पूर्वपरयोः पररूपादेशः भूत्वा लिखत् इति प्रातिपदिकं पुंसि अपि च नपुंसकलिङ्गे. अत्र शत्र इति प्रत्ययं यत् वयं योजितवन्तः तत्तु कृत् प्रत्ययः अस्ति, अतः अत्र लिखत् इति प्रातिपदिकसंज्ञा भवति कृततद्धितसमासाश्च इति कारणेन तत्र प्रातिपदिकसंज्ञा विधीयते. तदनन्तरं पुंसि नपुंसकलिङ्गे लिखत् इत्येव प्रातिपदिकं, परन्तु स्त्रीलिङ्गे लिखत् योगः इदानीम् उगितश्च शत्र इति ऋकारान्तः उगित् प्रत्याहारे अस्ति इति उक् प्रत्याहारे अस्ति इति कृत्वा तत्र ङीप् प्रत्ययः विधीयते उगितश्च अनेन सूत्रेण. अतः तत्रापि अनुबन्धलोपानन्तरम् ईकारः दीर्घ ईकारः एव अवशिष्यते, अतः लिखत् योगः ई इति स्थितिः. लिखत् इति लिखत् योगः ई अस्मिन् स्थितौ नीप् इति प्रत्ययः नदीसंज्ञायाम् अस्ति, दीर्घ ईकारः अस्ति, अतः प्रथमम् आचिनद्योर्नुम् इति कारणेन तत्र नुमागमस्य प्रसक्तिः अस्ति, परन्तु हा सत्यम् अत्र तदेव कार्यं करोति, शप्श्यनुर्नित्यं कार्यं न करोति यतोहि तुदादिगणीयधातुः अस्ति इति कृत्वा आचिनद्योर्नुम् इति कारणेन एव नुमागमः भवति. नुम् मित् अस्ति इति कृत्वा मिदचोन्त्यात् परः इति कारणेन अन्तिम अकारस्य परे अपर तदनन्तरम् आगच्छति इति कृत्वा लिखयोगः नकारः योगः ति इति, तर्हि लिखन्ति इति स्त्रीलिङ्गे प्रातिपदिकं भवति. परन्तु अत्र एतत् प्रातिपदिकं विकल्पेन अस्ति इति कृत्वा तस्य अभावे लिखति अपि अस्ति, तर्हि रूपद्वयं भवति तत्र लिखति अपि च लिखन्ति इति. तर्हि लिखन्ति इति स्त्रीलिङ्गे कथं प्रातिपदिकसंज्ञा भवति इति कृत्वे तत्र यथा सरला भगिन्या उक्तं तत्र परिभाषा अस्ति. लिङ्गविशिष्टकार्येषु अपि वयं लिङ्गग्रहणमपि कर्तव्यं, प्रातिपदिकग्रहणे लिङ्गविशिष्टमपि तस्य ग्रहणमपि भवति इति परिभाषया तत्र लिखन्ति इति प्रातिपदिकसंज्ञां प्राप्नोति. तर्हि लिखत् इति पुल्लिङ्गे नपुंसकलिङ्गे, लिखति लिखन्ति इति स्त्रीलिङ्गे. आचिनद्योर्नुम् इति सूत्रम् अस्तु, भगिनी वदति वा किं वदति सूत्रम् इति? प्रथमकरपत्रे अस्ति, एकवारं दृष्ट्वा वदामि महोदय. आमाम् अहमपि पश्यन्ती एव अस्मि भगिनि. प्रथमकरपत्रस्य अन्तिमे सिक्स् ए न सिक्स् ए सार्वधातुकप्रक प्रकरण प्रकरणं आं भगिनि आचिनद्योर्नुम् अन्ते अस्ति वर्णात् आत् विकल्पेन नुमागमो भवति सि प्रत्यये च नदि प्रत्यये परे. यदि आचिनद्योर्नुम् इति सूत्रं सूत्रस्य विभजनं कुर्मः चेत् अत्र आत् षि नद्योः नुम् तर्हि वयं स्मरामः आत् इत्युक्ते पञ्चमी अस्ति, अतः अवर्णात् अवर्णात् अङ्गात् परे यदा षि प्रत्ययः भवति नो चेत् नदी इति प्रत्यये भवति तर्हि तत्र नुमागमः भवति, शीनद्योः नुमागमः भवति. आतङ्गात् शतुः वा नुं शीनद्योः इति अनुवृत्तिसहितसूत्रमस्ति. एतत् सूत्रं सामान्यसूत्रमस्ति. तर्हि सर्वत्र नुमागमः भवति सर्वेषु गणेषु, परन्तु भ्वादिगणे चुरादिगणे अपि च दिवादिगणे शप्श्यनोर्नित्यम् इति सूत्रम् एतत् सूत्रं प्रभात्य तत्र नित्यत्वं भवति. अत्र तु विकल्पेन अस्ति, परन्तु तत्र नित्यत्वेन एकमेव रूपं भवति. अत्र आत् इति अवर्णात् इति दत्तमस्ति, अतः अकारः आकारः एतद् अष्टादश अपि ग्रहणं भवति वा? अकारः आकारः आं भगिनि किल अष्टादश अपि ग्रहणं भवति. सपरतत्करण तपरकरणं नास्ति परन्तु अवर्णात् इति पञ्चम्यन्तम् अस्ति शतुः वा नुम् इति भवति शी प्रत्यये परे नदी प्रत्यये परे तर्हि नदी प्रत्ययस्य एव सरला भगिनी अस्माकं स्मारितवती तत्र ज्ञाप् प्रातिपदिकात् इति उक्तवती अस्माकं पूर्वतन सूत्रे अपि वयं पठितवन्तः हल्ङ्याभ्यो दीर्घात् सूत्रस्य कृतं हल् तत्रापि ज्ञाप् इति आगच्छति पश्यतु तत्र तर्हि ज्ञाप् इति टाप् चाप् तत्र प्रत्ययत्रयम् अपि च ङीप् ङीप् ङीष् ङीन् इति प्रत्ययत्रयम् तर्हि आहत्य एतेषु स्थलेषु नदीसंज्ञा भवति इति अस्तु अग्रिमं स्वीकुर्मः लक्ष्मी भगिनी करोति वा चुरादौ प्रयत्नं करोमि भगिनि अत्र चुरादिगणे चोरयन्ति प्रथमपुरुषबाहुवचनरूपं चोरयन्ति अस्ति अत्र किं भवति इत्युक्ते चुरादिगणे सर्वदा णिच् विधीयते तेन तत्र धातुः अस्ति चुर् धातुः हलन्तधातुः अस्ति चुर् धातुः अस्ति अपि च णिच् विधीयते इत्युक्ते णिच् इत्यस्मात् चकारः हलन्त्यम् इत्यनेन अपगच्छति अनन्तरं णकारः चुटु इत्यनेन अपगच्छति तेन इकारः एव तत्र तिष्ठति तदनन्तरम् अत्र णिच् प्रत्ययः आर्धधातुकप्रत्ययः किन्तु सार्वधातुक आर्धधातुकप्रत्ययः किन्तु अत्र पुगन्तलघुपदस्य च इति सूत्रेण चुर् चोर् भवति किन्तु अत्र गुणकार्यं सार्वधातुक तत्र किमर्थं तत्र गुणकार्यं भवति पुगन्तलघुपदस्य च सार्वधातुक अर्धधातुकयोः इत्येव अनुवृत्तिः अस्ति किल अत्र अर्धधातुकः प्रत्ययस्य अपि गुणकार्यं भवति किल अस्तु यद्यपि णिच् प्रत्ययः आं भगिनि णिच् प्रत्ययः अर्धधातुकप्रत्ययः किन्तु अत्र चुरुधा अत्र धातुः हलन्तधातुः पुगन्त उपधायां लघु इक् वर्णः अस्ति इति कृत्वा पुगन्तलघुपदस्य च इति सूत्रेण चोर् भवति चोर् योगः इ चोरि इति भवति चोरि इति नूतन आतिदेशिकधातुः चोरि योगः अत्र चोरय इति रूपं कथमागतम् इत्युक्ते अत्र चोरि योगः शप् आयाति शप् इत्यस्मात् अकारः एव अवशिष्यते चोरियोगः अकारः अत्र पुनः एकवारं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणकार्यं भवति तेन इकारस्य एकारः भवति तदर्थं चोरे भवति चोरे योगः अधुना यान्तवान्तादेशसन्धिः भवति तेन अयादेशः भवति अतः चोरय रूपं तथा आगतं चोरय तदनन्तरम् अधुना शत्रुप्रत्ययं योजयामः अत्र शत्रु इत्यस्मात् अत् एव अवशिष्यते चोरय योगः अत् अधुना अतो गुणे इत्यनेन अत्र पूर्वपरयोः स्थाने पररूपादेशः भवति अतः चोरयत् इति प्रातिपदिकम् आयाति पुंलिङ्गे नपुंसकलिङ्गे तस्य प्रातिपदिकं रूपं समानमस्ति अत्र यथा हेमभगिनी उक्तवती अत्र कृत्यधितसमासाश्च इति सूत्रेण चोरयत् इति प्रातिपदिकसंज्ञां प्राप्नोति पुंलिङ्गे नपुंसि किन्तु स्त्रीलिङ्गे किं भवति इत्युक्ते उगितश्च शत्रुप्रत्ययः शत्रुप्रत्ययः तस्य अन्ते ऋकारः अस्ति इत्युक्ते उक् प्रत्याहारस्थवर्णः अतः उगितश्च इति सूत्रेण अत्र णीप्रत्ययः विधीयते णीप्रत्ययः इत्युक्ते तस्मात् णीप् इत्यस्मात् पकारः अपि च ञकारः अपगच्छतः तेन ईकारः एव तिष्ठति, तदर्थं चोरयति इति रूपम् आयाति. तदनन्तरं तत्र शप्शनोर्नित्यम् इति सूत्रेण नुमागमः भवति. तस्मात् पूर्वं चोरयति अस्ति, शप्शनोर्नित्यम् इत्यनेन नुमागमः भवति. नुम् मित् अस्ति इति कारणतः तत्र मिदचोन्त्यात् परः इति परिभाषासूत्रेण तत्र मध्ये आयाति. तदर्थं चोरयन्ति इति रूपमस्ति. स्त्रीलिङ्गे प्रातिपदिकमेव प्रातिपदिकम् एव चोरयन्ति चोरयन्ति इत्युक्ते एकविंशतिरूपाणि चोरयन्ति इति पदं स्वीकृत्य एव आयान्ति. इत्युक्ते सर्वेषु रूपेषु तत्र चोरयन्ति इति एव स्वीकृत्य निर्मातव्यानि रूपाणि. अस्तु. अपि च अत्र स्त्रीलिङ्गप्रातिपदिकं चोरयन्ति इति प्रातिपदिकं प्रातिपदिकसंज्ञां कथं प्राप्नोति इत्युक्ते तत्र परिभाषासूत्रेण प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति परिभाषासूत्रेण चोरयन्ति इति स्त्रीलिङ्गप्रातिपदिकं प्रातिपदिकसंज्ञां प्राप्नोति. सम्यक्, उत्तमं भगिनि. सरला भगिनी अदादिगणं करोति वा? अदादौ अदादिगणे धातु यदि सत् अस्ति तत्र प्रथमं लट् आगच्छति. लट् इति विवक्षायां शत्रुप्रत्यय अर्थवत् धातुप्रत्यय प्रातिपदिकात् इति सूत्रेण आगत्य तत्र शत्रु इति सार्वधातुकं संज्ञा प्राप्नोति. अतः अनुबन्धलोपानन्तर अत् अवशिष्यते. तदनन्तरं लट् विवक्षायां प्रथमं कर्तरीशप् आगच्छति. कर्तरीशप् आगत्य तत्र अदादिभ्य लुक् भवति, सो शप् लुक् भवति. तत्र विकरणपत्य नास्ति. इदानीं सत् योग शत् इति शत्रु अत् इति भवति अनुबन्धलोपानन्त. सो सत् योग अत् योजनेन सत् इति भवति. तत्र अदन्तगं नास्ति कारणकी शप् लुक् भवति. तत्र केवलं वर्णमेलनम् अस्ति सत् इति. अत्र कृतसमासश्च इति प्रातिपदिकं भवति नपुंसके अपि पुल्लिङ्गे. तदनन्तरम् उगुस्तश्च आगत्य ङी प्रत्ययोजयामः. तत्र योजनेन ई अवशिष्यते. सती इति रूपम् आगच्छति. अत्र अदादिगणे नुमागमनं न भवति कारणकः शप् शनो नित्यं च शप् नास्ति. तत्र आचिनद्यो न केवलम् आकारान्त धातवः प्रति भवति. सत् तत् आकारान्त धातु नास्ति अदादिगणे. केवलं सति इति रूपम् आगच्छति स्त्रीविवक्षायां. सो सति सत् सत्यौ सत्यः इति भवति. प्रातिपदिकगणे लिङ्गविशिष्ट अपि ग्रहणम् इति परिभाषा. भगिनि अत्र धातुः कः इति न उक्तवती भगिनि. सत् न भगिनि, अत्र अस्ति इति धातुः अस्ति. धातुं स्वीकुर्मः एतत् एते रूपाणि एतानि रूपाणि भवन्ति. अपि च तत्र अकारस्य लोपः भवति श्नसोरल्लोपः इति वयं पूर्वं पठितवन्तः. अतः अत्र अस् धातु एव अस्ति हलन्तदा. धन्यवादः. अस् इति एव धातुः किल तत्र अदादिगणीयधातुः अस्ति. अदादिगणीयधातुः अस्तु. का वदति इदानीं पुष्पा भगिनी वदति वा जुहोत्यादिगणे किं भवति इति? भगिनी अत्र याति यात्यौ यातिः या या तत् पश्यामः यत्र तद् यदा आगच्छति पश्यामः. एतत् किं करोमि दद् दद् इति धातुः दद् जुहोत्यादौ दद् धातुः अत्र द्वित्वम् आगच्छति तत् तत् सर्वे न करोमि ज्योत्यादि न आवश्यकं. भवती कर्तुम् इच्छति चेत् सम्यक् बहु सम्यक् न जानामि परन्तु प्रयत्नं करोमि. दद् इति आगच्छति आकारः न आकारः नास्ति अत्र दद् एव तिष्ठति अत्र परन्तु कोऽपि विकरणप्रत्ययः नास्ति इति मन्ये. नास्ति विकरणप्रत्ययस्य लोपः भवति श्लू अस्ति तत्तु श्लू भवति तत् श्लू भवति ददति इति लट् लकारः तत्तु दद् योगः शप् योगः अत् तत्र अकारः एव तिष्ठति शकारस्य लशक्वतद्दिते पकारस्य हलन्त्यं सम्यक् हलन्त्यम् इत्यनेन तस्य लोपः इत्यनेन द्वे अपि लोपौ अस्ति अकारः एव तिष्ठति तत्तु दद् योगः अयोगः शत्रु तत् तदपि शकारस्य लशकतदिते ऋकारस्य एकनिमिष ऐ एम् आल्रेडि फर्गेटिङ्ग् दट् इदानीं ऋकारः गच्छति मनसि मनसि श्रुतम् उपदेशे जननाशके क्षम्यतां भगिनि मम विस्मरं तु बहु तद् विषय तद् कृतेन ऋकारः लोपः शकारः ऋकारः लोपः आगच्छति तत्तु अत् एव तिष्ठति तद् पर्यन्तं तद् दद् योगः आ योगः अत् अतोगुणे इत्यनेन पर रूप अकारः तिष्ठति ददत् इति अस्ति अत्र ददति एव अस्ति इति मन्ये बहुवचने दत्तमस्ति ददति इति ददाति इत्येव अस्माकं प्रथमपुरुष एकवचनरूपं किल ददति इति ष्णसोरल्लोपः तत्रापि आकारस्य लोपः पुल्लिङ्गे ददत् सम्यक् एव ददत् ददत् स्त्रीलिङ्गे ददति इति न ददति न ददन्ति ददति नुमागमः न भवति न भवति अस्तु भगिनि सम्यक् सम्यक् एव भगिनि उत्तमम् अपि च अत्र भगिनि आकारस्य लोपः केन सूत्रेण गतम् इति तदैव मम विस्मरामि ददाति इति यदा दा धातुः अस्ति तत्र द्वित्वेन दादा इति भवति तदनन्तरम् अभ्यासकार्याणि कृत्वा ह्रस्वः इति कृत्वा ददा इति भवति इदानीं ददा इति अस्ति इति कृत्वा श्नाभ्यस्तयोरातः श्नाभ्यस्तयोरातः अस्तु अस्तु अस्तु भगिनि. अनेन अत्र आकारस्य लोपः भवति, अतः दद् इति आगच्छति. दद् इति आकारः द्वे अपि न गच्छति. अत्र दादा इति अस्ति, द्वित्वं यथा कुर्मः तर्हि दादा इति भवति. अभ्यासस्य ह्रस्वः इति कारणेन तत्र श्नाभ्यस्तयोरातः इत्यनेन अत्र तु अतोलोपः, क्षम्यताम्, अतो गुणे इत्यस्य अवसरः एव नास्ति किल भगिनि. दद् योगः अत् ददत् एव किल. अकारः न आगच्छति वा? तथैव दद् योग ददत्. अस्तु भगिनि. तुसु न सम्यक्. अपि च अत्र नुमागमः किमर्थं न विधीयते? किमर्थम्? अत्र सर्वत्र वयं पठन्ति इति खादन्ति इति दृष्टवन्तः. अत्र यतोहि इदानीम् अङ्गमस्ति, अवर्णान्त अङ्गं नास्ति किल, हलन्तमेव आसीत्, हलन्तमेव अस्ति, तदैव तद् कारणात् तत्र अतः नुमागमः न विधीयते. पुनः वदतु, क्षम्यतां भगिनि, नुमागमः भवति? नुमागमः यतोहि ददत् अपि च ङीप् इति स्वीकुर्मः चेत् उगितश्च इति कारणेन ङीप् विधीयते. ददत् योगः ङीप्, अत्र मेलनेन ददति इति रूपं तु भवति, परन्तु सर्वत्र वयम् आचिनद्योर्नुम् इति सूत्रेण तत्र नुमागमस्य आगमः भवति. तत्र यत्र यत्र आचिनद्योर्नुम् इति, एतत्तु शप् शन् अपि नास्ति, अतः तस्य सूत्रस्य प्रसक्तिः नास्ति, परन्तु स्त्रीत्वे आचिनद्योर्नुम् कारणेन नुमागमस्य विधानं तु भवति, परन्तु केवलम् अवर्णातङ्गात् एव तत्र नुमागमः विद्यते. अत्र तु इदानीं अङ्गमस्ति दद् इति, तर्हि अकारः वा आकारः वा नास्ति अङ्गस्य अन्ते इति कृत्वा अत्र नुमागमः न विधीयते. धन्यवादः. स्पष्टं वा भगिनि? सर्वे अपि वदनं न भगिनि, सम्यक् वदतु, वद भगिनि. नमस्कारः. अस्तु, अग्रिमम् अस्ति स्वादिगणे. हेमा भगिनि, भवती एव करोति वा? आं भगिनि, स्वादिगणे इदानीं चिन् चि इति धातुं स्वीकुर्मः. तत्र चि इति अजन्तधातुः अस्ति. अत्र स्वादिगणे श्विगर्णप्रत्ययः अस्ति श्नु इति, तत्र तर्हि नु इति अस्ति, तर्हि चि योगः नु इति अस्ति, तर्हि चिनु इति इदानीम् अङ्गम् अस्ति. चिनु योगः अत् इति शत्रन्तप्रत्ययं यदा वयं योजयामः तत्र चिनु योगः अत् इति अस्ति. अत्र चिनु इति अङ्गे असंयोगः अस्ति इति कृत्वा तत्र साधारणतया सामान्यसूत्रमस्ति चिनु योगः अ उ योगः अ यण्सन्धेः प्राप्तिः प्रसक्तिः, परन्तु तं प्रभाद्य तत्र चिनु इति उकारान्तधातुः अस्ति इति कृत्वा अचिष्णुधातु भ्रुवां युवोरियङ्गु अङ्गौ तस्यापि प्रसक्तिः अस्ति, परन्तु तमपि प्रभाद्य अत्र असंयोगः अस्ति इति कृत्वा कुष्णोः सार्वधातुके इति सूत्रेण तत्र उकारस्य स्थाने वकारः आगच्छति. अतः चिनु इदानीं चिन्व इति भवति. अतः इदानीं अङ्गम् अस्ति अत्र चिन्व इति, चिन्वयोगः अत् इति केवलं मेलनमेव भवति. अत्रापि वकारः अस्ति, अकारान्तः नास्ति अन्ते इति कृत्वा अतोगुणे सूत्रस्य प्रसक्तिः नास्ति. अतः चिन्वयोगः अत् इति कृत्वा तत्र केवलं मेलं भूत्वा पुंसि नपुंसकलिङ्गे चिन्वत् इति प्रातिपदिकं भवति. अपि च स्त्रीलिङ्गे उगितश्च इति कारणेन चिन्वत् योगः दीर्घ ईकारः इदानीं नुम् विधीयते आचिनद्योर्नुम् इति सूत्रेण, अतः नुमागमः विदित्वा तत्र आकारः नास्ति. सत्यं, तर्हि सत्यं सत्यं, धन्यवादः. तर्हि चिन्वति इत्येव रूपं भवति, नुमागमः न विधीयते अत्रापि ज्योत्यादिगणे, तथैव अत्रापि चिन्वत् चिन्वति इत्येव भवन्ति प्रातिपदि. सम्यक् भगिनी, उत्तमम्. एकमेव रूपं स्त्रीलिङ्गे अत्र. अस्तु, सम्यक्. आम्, लक्ष्मी भगिनी रुदादौ करोति वा? अहं सम्यक् न जानामि भगिनि, केवलम् अहं किञ्चित् वदामि. भवत्सी कः वदन्तु भगिनि, एकनिमिषं तत्र एकमेव अन्यत् एव वक्तुम् इच्छामि. अत्र चि इति धातुं स्वीकुर्वन्तः, तत्र स्वादिगणे वयं पूर्वं शक्नु इत्यपि पठितवन्तः, शक्नुवन्ति इति. तत्र शक्नु इति संयोगः अस्ति इति, तत्र एतत् सूत्रस्य हुष्णोः सार्वधातुके कार्यं न करोति. तत्र तत्र शक्नु इति उकारान्तधातुः अस्ति इति कृत्वा तत्र उवङ्गादेशः भवति, अचिष्णुधातु ब्रुवां युवोरियङ्गो इति कृत्वा तत्र शक्नुवत् शक्नुवन्ति इति रूपाणि. तावदेव, धन्यवादः. शक्नुवन्ति, तत्र अवर्णात् अङ्गम् अस्ति इति किल? न, तत्रापि नास्ति. शक्नुवत् तत्रापि एव, अन्ति नास्ति. शक्नुवत् शक्नुवति, शक्नुवत् शक्नुवति एव. तत्रापि अवर्णात् अङ्गं नास्ति, अतः शक्नुवत् शक्नुवति इति. उत्तमं भगिनि, आम्, तदपि अवश्यं चिन्तनीयम्. आम् आम् भगिनि, लक्ष्मी भगिनि. अत्र रुधादिगणे बहुवचनरूपं रुन्धन्ति अस्ति, अत्र धातुः रुद्ध धातुः, आरम्भे कर्त्रार्थकसार्वधातुकप्रत्यये कर्तरि शप् इत्यनेन तत्र शप् न आयाति, शपं प्रबाध्य रुदादिभ्यः रुधादिभ्यः श्नम् इति सूत्रेण श्नम् इति विकरणप्रत्ययः मध्ये आयाति. तदनन्तरं किं भवति, अहं न श्नशोरलोपः श्नानलोपः कानिचन सूत्राणि सन्ति, अहं सम्यक् न जानामि तस्मिन् गणे किं भवति सार्वधातुकप्रक्रियायां. किन्तु अहं चिन्तयामि अत्र अङ्गमस्ति रुन्ध् इति अङ्गमायाति, श्नम् इति विकरणप्रत्ययात् तत्र मित् अस्ति इति कृत्वा मध्ये आगच्छति. श्नम् इति प्रत्ययः, तदेव प्रश्नः आसीत् वा? तदेव भवती वदतु भगिनि, अहं शृणोमि. वदतु भगिनि, वदतु भगिनि, मार्गः सम्यक् एव वदतु. मार्गः सम्यक् एव इति न श्रुतवती. सा उक्तवती श्नसोरलोपः इत्यस्य प्रसक्तिः कुत्रापि अस्ति इति, तद् इदानीं मास्तु, रुन्द् इति पर्यन्तं स्वीकरोतु, अनन्तरं वदतु भगिनि. सम्यक् एव वदति, रुन्द् योगः छत्र, रुन्धि इति अङ्गमस्ति, रुन्धियोगः शत्र, अत्र शत्र इत्यस्मात् अत् एव तत्र तिष्ठति, रुन्धियोगः अत्. अत्र अतोगुणि इत्यस्य प्रसक्तिः नास्ति, किमर्थं चेत् अत्र अङ्गम् अदन्त अङ्गं नास्ति, केवलम् उपरि चतुर्षु गणेषु एव अदन्तङ्गमस्ति, अस्मिन् गणे अदन्तङ्गं नास्ति इति कृत्वा अतोगुणे इत्यस्य कार्यं नास्ति. तदर्थं पुंलिङ्गे नपुंसकलिङ्गे रुन्धत् इति प्रातिपदिकम् आयाति. अपि च अत्र उगितश्च इति सूत्रेण णिप्रत्ययः आयाति, तेन रुन्धति इति रूपम् आयाति. किन्तु अत्र शप् शनोर्नित्यम् इत्यस्य कार्यं नास्ति, अतः केवलं स्त्रीलिङ्गे प्रातिपदिकं रुन्धति इति रूपम् अस्ति. सम्यक् एव भगिनि, उत्तमं, तावदेव अत्र. अस्मिन् गणे किञ्चित् अत्र प्रक्रियायां किं भवति, किञ्चित् भेदः अस्ति, परन्तु अत्र तु श्नसोरलोपः इत्यस्य किमपि कार्यं नास्ति किल, किमपि भवती यदुक्तवती तत् समीचीनमेव शत्रुप्रत्ययस्य विषये, अन्यत् वयं तत्र पश्यामः, दृष्टवन्तः एव किल. सम्यक् एव. पुनः यदि पुनः आम् अस्माकं बुधवासरवर्गे पुनः पठामः. सम्यक् सम्यक् एव भगिनि. रुन्दत् रुन्दति इति रूपद्वयं, क्षम्यतां, पुल्लिङ्गे रुन्दत्, नपुंसकलिङ्गे रुन्दत्, अनन्तरं स्त्रीलिङ्गे रुन्दति इति रूपं. तत्र भवत्याः प्रश्नः आसीत् श्नसोरल्लोपः इति किल. तद् किमर्थं भगिनि अत्र न आगच्छति न सा प्रक्रियायां पृष्टवती किल, तर्हि रुद् यदा अस्ति तत्र रुद् योगः श्नम् इति वयं यदा योजयामः तत्र श्नम् इति मित् अस्ति इति कृत्वा नकारः आगच्छति उकारात् परे, तर्हि रुयोगः नकारः योगः धकारः इति स्थितिः. इदानीं नकारोत्तरवर्ति अकारस्य लोपः भवति श्नसोरल्लोपः इति सूत्रे, नो चेत् रुन्द् इति न भवति, रुणद् इति वदामः किल. तस्याः प्रश्नः श्नसोरल्लोपः तदर्थम् आसीत् इति किल भगिनि. अवगन्तुं प्रयत्नं कुर्वती अस्मि भगिनि, धन्यवादः. सम्यक् एव. आम्, श्नसोरल्लोपः इत्यस्य प्रसक्तिः विकरणप्रत्ययस्य विषये एव, धातोः विषये न, विकरणप्रत्ययस्य विषये, यत् नकारोत्तरवर्ति अकारस्य लोपः भवति इति. श्नसोरल्लोपः श्नम् इति तस्य निमित्तम् अस्ति तत्र. अस्तु, सरला भगिनी, तनादो अहमपि प्रक्रिया समीचीनं न जानामि, किन्तु प्रयत्नं करोमि भगिनि. सार्वधातुकप्रक्रिया तनादि धातु यदि तन् अस्ति अत्र लट् विवक्षायां प्रथमं तन् योगलत् तस्य शत्रु इति लट् शत्रुशानश्च प्रथमसमानाधिकरणे शत्रु आगच्छति तत्र अनुबन्धलोपानन्तर अत् अवशिष्यते तत्र पुनः तनादि इति लट् विवक्षायां कचरि शप् इति सार्वधातुका प्रत्ययः अस्ति शत्र तस्य तिङ्क्षित् सार्वधातुकं कर्तरि शप् तस्य प्रसक्ति भवति कर्तरि शप् प्रबाद्य तनादिभ्य ऊ अस्ति विकरणप्रत्ययः पूर्णं नाम न विस्रामि ऊ आगच्छति तत्र सो तन्नु इति अङ्गं निष्पन्नं भवति तन्नु योग तदनन्तरम् अत् भवति इदानीं साधारणं इकोयनचि सूत्रेण तन्नु योग इकोयनचि इति तन्व इति भवति तन्व तन्वत् इति रूपम् आगच्छति शत्रुप्रत्ययस्य तदनन्तरम् उग्स्तश्च सिङीप् योजयामः सो तन्वती इति भवति इदानीं प्रत्यय प्रातिपदिकगणे लिङ्गविशिष्टस्य विग्रहणं सो तन्मती स्त्री प्रक्रियामं भवति अदन्त अङ्गं नास्ति अतः नुमागमनं भवति एतस्मिन् गणे अपि सो तन्वती तन्वत्यौ तन्वत्यः इति स्त्रीलिङ्गप्रत्यये भवति तन्वत् इति नपुसिङ्कलिङ्गे अपि पुल्लिङ्गे अवगच्छति. सम्यक्. पुष्पा भगिनी अन्तिमं करोति वा क्रयादौ क्रीन् इति धातुः क्री इति धातुः क्री धातु पुष्पा अस्ति वा पुष्पा भगिनी म्यूट् अस्मि एकनिमेष भगिनि एकनिमिष यत्राणि अहं तु गच्छामि परन्तु अस्तु ध्वनिः अस्ति अत्र अस्तु एकनिमिष हा क्रीडातु अच् अस्ति परन्तु आकारः नास्ति तथैव अत्र अचिश् ऐ मीन् आकारः न आगच्छति क्री तत्तु श्यक श्या न विकरणप्रत्ययः क्रयाद श्ना एकनिमिष भगिनि अहं गोण टेक् अ लुक् अट् क्रयादौ क्री नकारः आगच्छति तत्तु श्ना तत्र ना एव तिष्ठति ना एव तिष्ठति शकारस्य लोपः भवति तथैव अत्र ऋकारः अस्ति तथैव नकारः णत्वम् आगच्छति प्रथमं कथम् क्रीणा इति अङ्गं न क्रीणा अङ्गं क्रीण् अङ्गम् अथवा क्रीणा अङ्गं क्रीणा अत्रापि अकारस्य लोपः भवति लोपः स्नाभ्यस्तरोलातः कथं कथम् आतः इति अस्ति आकारः नाकार ना इति अस्ति तथा अत्र क्रीण् इति क्रीण् योगः अत् शत्रु शकारस्य ऋकारस्य लोपानन्तरम् अत्येव तिष्ठति अनुबन्धलोपः दशकसद्धिते तस्य लोपः वदति वदामि चेत् मनसि तिष्ठति न तु क्रीण् क्रीणत् इति पुल्लिङ्गरूपम् अत्र नकारः आगच्छति क्रीणन्ति इति क्रीणन्ति इति त्रयादौ नकारः अस्ति वा अस्ति भगिनि क्रीणन्ति क्रीण नास्ति किल नास्ति नास्ति नकारः यत्र आकारः अस्ति अन्ते तत्र एव नुमागमः आगच्छति अत्र क्रीण् इति नकारः अस्ति अतः तत्र नकारः अस्ति क्रीणति अतः नुमागमः नास्ति न भवति क्रीणति क्रीणत्यौ क्रीणत्यः अस्तु सम्यक् उत्तमं श्नाभ्यस्तयोरातः इत्यस्य प्रसक्तिः अत्रापि अस्ति किमर्थम् इत्युक्ते श्ना इति अस्माकं विकर्णप्रत्ययः तदेव निमित्तम् अस्ति श्ना एव निमित्तम् अतः आत् इत्यस्य लोपः सम्यक् उत्तमम् इदानीम् अग्रे पठामः अस्तु हेमा भगिनि छत्रान्तानां पठामि महोदय शास्त्रीयप्रक्रिया भ्वादौ दिवादौ तुदादौ च साक्षात् प्रदर्शितम् अपरेषां गणानां शास्त्रीयप्रक्रिया यथा लट्लकारस्य प्रथमपुरुषबहुवचनान्तरूपं निष्पद्यते तथैव अस्ति तत्सर्वं विस्तरेण प्रदर्शितं सार्वधातुकप्रकरणम् अनदन्तम् अङ्गम् इति पाठे समयस्य अभावे पुनः अत्र नोपस्थितम् अग्रे पठामि अस्माकं शत्रन्तरूपाणां प्रथमपाठे इदमपि दृष्टं यत् पुंसि नपुंसके च यत् प्रातिपदिकं निष्पन्नं तस्य प्रातिपदिकस्य आधारेण अग्रे स्त्रीविवक्षायां ङीप् प्रत्ययः संयुज्यते प्रातिपदिकस्तरे एव येषु गणेषु अङ्गम् अदन्तं तेषु स्त्रीलिङ्गस्य प्रातिपदिके नुमागमः भवति भ्वादौ दिवादौ चुरादौ च नुमागमः नित्यः शप्स्यनोर्नित्यमिति सूत्रेण तुदादौ अदादौ चतुर्दशानाम् आकारान्तधातूनां कृते च नुमागमः वैकल्पिकः आचिनद्योर्नुमनेन अवशिष्टेषु षट्सु गणेषु अङ्गम् अनदन्तम् इति कारणेन नुमागमः न भवति स्पष्टमस्ति किल तत्र नुमागमः नित्यः कुत्र कुत्र इत्युक्ते द्वादौ दिवादौ अपि च चुरादिगणे तर्हि रूपाणि भवन्ति भूधातुः अत्र भवन्ति भवन्त्यौ भवन्त्यः इति स्त्रीलिङ्गे दत्तमस्ति दिवादौ दीभ्यन्ति दीभ्यन्त्यौ दीभ्यन्त्यः चुरादिगणे चोरी धातुः णिच्योजनेन तत्र भवति चोरी इति निजन्तधातुः चोरयन्ती चोरयन्त्यौ चोरयन्त्यः इति सर्वे तत्र स्त्रीलिङ्गरूपाणि परन्तु अग्रे पठामि वा प्रायः लक्ष्मी भगिनी धन्यवादः भगिनी धन्यवादः स्पष्टमेव अस्ति किल अतः पठामः एव केवलम् अस्तु आं लक्ष्मी भगिनी अत्र चुरादिगणे तदा भवत् वा तदा भवत् नुमागमः वैकल्पिकः तद् पठतु भगिनि अस्तु नुमागमः वैकल्पिकः तुदादौ तुद् धातुः तुदति तुदत्यौ तुदत्यः अस्तु विकल्पेन तुदन्ति तुदन्त्यौ तुदन्त्यः इत्युक्ते अत्र तुदादिगणे विकल्पेन स्त्रीलिङ्गप्रातिपदिके रूपद्वयं सिद्ध्यति अत्र आचीनद्योर्नुम् इति सूत्रेण नुमागमः विकल्पेन भवति अस्मिन् गणे अपि च अदादिगणे चतुर्दशधातवः सन्ति तेषु अपि तेषु चतुर्दशधातुषु अपि नुमागमः विकल्पेन भवति तेषु अन्यतमः एव या धातुः अदादौ या धातुः अस्ति याति यात्यौ यात्यः अपि च विकल्पेन यान्ति यान्त्यौ यान्त्यः इति रूपाणि इत्युक्ते आहत्य भुवादिगणे दिवादिगणे चुरादिगणे नुमागमः नित्यं नित्यः स्त्रीलिङ्गप्रातिपदिकेषु किन्तु तुदादिगणे अपि च अदादिगणीयचतुर्दशधातुषु नुमागमः वैकल्पिकः वैकल्पिकः आम् तत्र चतुर्दशधातवः सन्ति अदादिगणे यत्र वैकल्पिकः वैकल्पिकरूपद्वयं भवति विकल्पेन रूपद्वयं भवति इति आम् अग्रिममपि पठतु भगिनि नुमागमः यत्र न भवति इति अस्तु नुमागमः न भवति अदादिगणे अदादौ अस् धातुः अस्ति स्त्रीलिङ्गे सति सत्यौ सत्यः जुहोत्यादौ दा धातुः ददति ददत्यौ ददत्यः स्वादौ ची धातुः अस्ति चिन्वति चिन्वत्यौ चिन्वत्यः रूपाणि तनादौ तन् धातुः तन्वति तन्वत्यौ तन्वत्यः क्रयादिगणे क्री धातुः क्रीणति क्रीणत्यौ क्रीणत्यः रुधादिगणे रुद्ध धातुः रुन्धति रुन्धत्यौ रुन्धत्यः एतेषु षट्सु गणेषु अपि च अदादिगणे ते चतुर्दश धातुं तान् चतुर्दशधातून् विहाय अन्येषु धातुषु अदादिगणे अपि नुमागमः न भवति सम्यक् उत्तमं तावदेव अत्र अस्तु अरुणा भगिनी पठति वा आं भगिनि शत्रुन्तानां आं नुमागमव्यवस्था शत्रन्तानां नुम् आगमव्यवस्था शत्रन्तानां कृते षट् नु विधायकसूत्राणि सूत्राणि प्रथमं उगिदिशां सर्वनामस्थाने अथवादोः सर्वनामस्थानसंज्ञकप्रत्यये परे धातुभिन्न उगितः नुम् आगमः भवति अनुवृत्तिसहितसूत्रं सर्वनामस्थाने अधातोः उगदिचाम् अङ्गानां नु आगमः भवति तत्र अनुवृत्तिसहितसूत्रम् एकवारं परिशीलयति वा कस्मिन् विभक्त्याम् अस्ति इति कस्यां विभक्त्याम् अस्ति इति आं सर्वनामस्थाने सप्तमी एकवचनं निमित्तं पूर्वकार्यम् अधातोः सप्तमी बहुवचनं उगिदचाम् इत्यस्य उगिदचाम् इति षष्टि किल भगिनि हेमा भगिनि अधातोः अपि षष्टि किल षष्टि एव तस्य स्थाने षष्टि एव अधातोः अपि षष्टि एव किल तस्य तस्य स्थाने धातु अङ्गानां अङ्गानामपि षष्टि नुम् आगम आगच्छति प्रथम नुम् इति प्रथम अतः अस्माकं निमित्तम् अस्ति अत्र सर्वनामस्थाने निमित्तं निमित्तसप्तमी सर्वनामस्थाने इति अधातोः इत्युक्ते धातुसंज्ञकः नास्ति इति यद् धातुसंज्ञकः नास्ति तत्र किं भवति नुम् आगमः भवति इत्येव सूत्रं वदति आम् भगिनि सर्वनामस्थाने इत्युक्ते सुप्रत्यया पञ्चम प्रथमपुंसकस्य इति सूत्रमस्ति तत्र सु औ अम् औट् पर्यन्तम् औट् पर्यन्तम् औट् पर्यन्तम् सुड् तत्र प्रथम पञ्चम सर्वनाम प्रथम प्राप्नोति आम् प्रथम प्रथमाविभक्तौ एकवचने द्विवचने बहुवचने द्वितीयाविभक्तौ प्रथम क्षम्यताम् एकवचने द्विवचने एव पञ्च पञ्चप्रत्ययाः सर्वनामस्थानसंज्ञकः निमित्तं भवति सर्वनामस्थान अतः पञ्चप्रत्ययस्य एव ग्रहणं भवति केवलम् उगितांच अत्र स्त्रीविवक्षां भवति वा न भवति केवल शत्रु भवति अत्र किं भवति उगितां उगित् इत्युक्ते शत्रु एव किल अतः स्त्री इति विवक्षा अत्र नास्ति नास्ति उगित् इति शत्रान्तस्य एव ग्रहणं ग्रहणम् अत्र अतः नुम् इति आगमः गच्छ गच्छ धातुः एव किल तत्र वयं गच्छन्ति आं गच्छन्ति अत्र इति आगच्छति तत्र गच्छन्ति इति स्त्रीविवक्षां भवति नङि प्रत्ययोजय हेमा भगिनी स्मरति वा कुत्र आगच्छति इति नुम् आगमः उगित् अहं चिन्तयन्ती अस्मि भगिनि अहमपि एकवारं पश्यामि कुत्रापि सर्वनामस्थाने इत्युक्ते प्रथमपञ्चम स्थले अपि च यत्र यत्र उक् प्रत्ययः अस्ति तत्रैव भवति इति पठन् बालकः तत्र नुम् आगमः भूत्वा तत्र तद् पठन् पठन्तौ पठन्तः पठन्तं पठन्तौ पठतः इति भवति तादृशं भवति आम् तत् तकार तादृशं षष्टमस्थलात् आरभ्य नकारः न भवति एव न भवति तदर्थं भिन्नसूत्रम् आगच्छति भिन्नसूत्रं पठन् बालकः तद् प्रथमा विभक्ति एव किल तत्र नकारः अस्ति प्रायः पठन्त् बालकः इति भूत्वा तकारस्य लोपः भूत्वा पठन् बालकः संयोगान्तस्य लोपः भवति वा द्रष्टव्यं सर्वे प्रथमाविभक्त्यां तकारस्य लोपः भवति तत्र पठन् पठन्तौ पठन्तः पठन्तं पठन्तौ पठतः किल आम् पठत इतोपि किञ्चित् अस्ति परन्तु अहं न स्मरामि प्रक्रिया प्रायः अग्रे आगच्छति, परन्तु चिन्तनार्थं सम्यक् एव स्मरामः. कार्यं किम् अस्ति साधु? आमाम् अवश्यं. सर्वनामस्थान अपि उगित् अङ्गं कार्यं भवति नुमागम नुमागमः. अधातोः अपि अस्ति, धातुसंज्ञकः नास्ति. यदा उगित् अनन्तरमेव कार्यं भवति, यदा उगित् इति अङ्गमस्ति तत्र एव कार्यं भवति. यदा पठत् इति वयं प्रातिपदिकम् इदानीं साधितवन्तः, अनन्तरमेव यत् नुमागमः तत् कार्यं भवति. धातुः अस्ति चेत् कार्यं न भवति. तदेव अत्र अस्तु, सम्यक् अस्तु. लक्ष्मी भगिनी द्वितीयसूत्रं पठति वा? आं भगिनि. नपुंसकस्य झलचः. नपुंसकलिङ्गे सर्वनामस्थाने परे झलन्ताङ्गस्य अजन्ताङ्गस्य च नुमागमः भवति. अनुवृत्तिसहितसूत्रं नपुंसकस्य झलचः अङ्गस्य नुम् सर्वनामस्थाने. अत्र नपुंसकस्य इति षष्टिविभक्त्यन्तरूपं, झलचः इत्यपि षष्टि विभक्ति एकवचनरूपम् अस्ति. अत्र झलचः नपुंसकस्य स्थाने नुमागमः भवति. निमित्तं सर्वनामस्थाने इत्युक्ते सर्वनामस्थानसंज्ञकप्रत्यये परे इति वक्तव्यं वा? आम् आम् सम्यक्. सर्वनामस्थाने परे जल् इति जल् अच् अपि जलन्ताङ्गम् अजन्ताङ्गं यत्र अस्ति तत्र नुमागमः भवति नपुंसकलिङ्गे एव. प्रथमं वयं दृष्टवन्तः सर्वनामस्थानसंज्ञकः परे, क्षम्यतां, प्रत्यये परे नुमागमः भवति इति. तत्र तु सु औ अम् औट् औ पञ्च प्रत्ययाः स्वीकृतवन्तः साधु पुल्लिङ्गे. तत्र नपुंसकलिङ्गस्य ग्रहणं नास्ति सूडनपुंसकस्य इति सूत्रेण. द्वितीयम् अस्ति नपुंसकस्य जलजः इति. इदानीं नपुंसकलिङ्गस्य विषये, तत्र सर्वनामस्थाने परे जलन्ताङ्गस्य अजन्ताङ्गस्य नुम् आगमः भवति इति. अस्तु. झल् प्रत्याहारे आगच्छति सर्वे चतुर्थ अपि तृतीय तृतीय चतुर्थ गण आम् अभ्यां बिस् इति वा आगच्छति किल? झल् इत्युक्ते तृतीय द्वितीय प्रथम अनुनासिकः त्यक्त्वा. अतः पठत् इति स्वीकुर्मः चेत् प्रातिपदिकं पठत् योगः भ्यां वा बिस् किमपि द्विवचने वा बहुवचने तत्र नुमागमः कथम् आगच्छति? तत्र न आगच्छति प्रथमपञ्चस्थलेषु. ओ आमामां, प्रथमपञ्चस्थलेषु एव सर्वनामस्थाने ब संज्ञकः नास्ति. परन्तु यदा वयं नपुंसकलिङ्गरूपाणि पश्यामः किल, तत्र इत्युक्ते जगत् जगति जगन्ति पयस् पयसि पयांसि, तत्र सर्वत्र नकारः आगच्छति. तत्रापि विशिष्टसूत्रेण तत्रापि आगच्छति. अतः प्रक्रियायाम् आरम्भे एव एतत् सूत्रम् अन्य किम् अग्रे इतोपि पठामः पठनीयम्. सो भगवती तत्तु किं किं विभक्ति कृते आगच्छति? नपुंसकलिङ्गे प्रथमपञ्चप्रत्ययाः एकवचनं भव प्रथमाविभक्ति द्वितीयाविभक्ति द्वितीयाविभक्ति बहुवचन न आगच्छति. आम् अस्तु अग्रिममपि पठामः. नपुंसकलिङ्गे पञ्चप्रत्यया न सर्वनामस्थानशब्दाः सर्वनामस्थानम् ओहोहो तु औ जस् तु औ आम् औट् न सर्वनामस्थानशब्दाः शी एव सर्वनामस्थान किल तत्र अहमपि इदानीमेव स्मरामि. आम् अग्रे दत्तमस्ति सर्वनामस्थानं प्रायः शी सर्वनामस्थानम् इति तत्र तु सर्वनामस्थानसंज्ञा इति अग्रे आगच्छति. अस्तु अग्रिमवर्गे तत् पठामः. अस्तु अस्तु आम् अहमपि इदानीमेव स्मरामि शी सर्वनामस्थाने इति. धन्यवादः भगिनि. आम् अस्तु अग्रिमसूत्रं पठामः. सरला भगिनि. नाभ्यस्तात् शत्रु अभ्यस्तसंज्ञकात् शत्रप्रत्ययनुमागमो न भवति. अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् शत्रुः नुम् अत्र अभ्यस्तात् अङ्गात् पञ्चमी विभक्ति भवति. शत्रुः इति षष्ठी विभक्ति. नुम् नुमागमः न भवति. अभ्यस्तङ्गः भवति जुहोत्यादिगणे अपि केचन परितगणा अदादिगणीय जातव अस्ति तत्र अभ्यस्तङ्गं भवति. अहं न स्मरामि किं चक्षित्यादयः षट् किं चक्षित्यादयः षट् अस्तु षट् एव षट् धातुः अस्ति अत्र चक्षपि तत्र स्वीकरणीयं तत्र देदीङ् दीदीङ् चकास् दरिद्रा इति आगच्छति तत्र नुमागमः न भवति तत्र निषेधकसूत्रं निषेधकसूत्रम् यत्र अभ्यस्तसंज्ञा अस्ति अनन्तरं यत्र अभ्यस्तसंज्ञा अस्ति शत्रुप्रत्ययः परे अस्ति चेत् तत्र नुमागमः न भवति इति सूत्रं वदति. अग्रिममपि पठतु भगिनि. वा नपुंसकस्य नपुंसकलिङ्गे सर्वनामस्थानसंज्ञकप्रत्यये परे अभ्यस्तसंज्ञकात् शत्रन्तविकल्पेन नुमागमो भवति. अनुवृत्तिसहितसूत्रम् अभ्यस्तात् शत्रुः नपुंसकस्य अङ्गस्य वा नुं सर्वनामस्थाने. इदानीं पूर्व सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति विकल्पेन यदि नपुंसकलिङ्गे अभ्यस्तङ्गम् अस्ति परे अस्ति शत्रन्त अङ्गम् अस्ति अभ्यस्त संज्ञक अस्ति तत्र नुमागमो विकल्पेन भवति. अभ्यस्तात् शत्रुः अभ्यस्तात् इति भवति पञ्चमी विभक्ति. अभ्यस्त अङ्गस्य शत्रुः अपि पञ्चमी भवति साधु अत्र षष्ठी शत्रुः इति पञ्चमी एव नपुंसकस्य अङ्गस्य वनुं सर्वनामस्थाने तत्र सर्वनामस्थाने नपुंसकलिङ्गे विकल्पेन अनुमागम् आगच्छति. अत्रापि सर्वनामस्थाने इति एव अस्माकं निमित्तम् अस्ति. नपुंसकलिङ्गप्रति बहवः नियमाः सन्ति तत्र प्रायः वयं न पठितवन्तः. अग्रे शतुः इति स्थाने भवति भगिनि अतः षष्टि एव भवति किल शतुः नपुंसकस्य अङ्गस्य नपुंसकस्य शतुः अङ्गस्य इति कीदृशशतुः इत्युक्ते नपुंसकः अङ्गमपि अस्ति. सम्यक्. नुम् इति प्रथमाविभक्तौ. अस्तु, कस्याः क्रमः इदानीं? हेमा भगिनी अन्तिमद्वयं. पुष्पा भगिनी न पठितवती इति मन्ये. ओ क्षम्यताम्. आम् पुष्पा भगिनी पठतु. अस्तु भगिनि. आचीनद्योर्नुम् श्रीप्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् अवर्णात् अङ्गात् अवर्णात् अङ्गात् शत्रन्तप्रत्ययस्य विकल्पेन नुम् आगमः भवति. अनुवृत्तिसहितसूत्रम् आत् अङ्गात् शतुः वा नुम् श्रीनद्योः. अस्तु, तत्र श्रीप्रत्ययः श्रीप्रत्ययः कथम् आयाति? श्री वयं न दृष्टवन्तः. नदी इति प्रत्ययः अद्य एव दृष्टवन्तः किल. नीप् नीश् इति नीप् नीप् दृष्टवन्तः. अस्तु, शत्रन्त अवर्णात् अवर्णात् अङ्गात् अवर्णात् आ नास्ति ते सर्वे न एव अत्र आत् अङ्गात् शतुः वा नुम् श्रीनद्योः. ततुः शतुः एव शतुः पञ्चमी अस्ति वा अत्र? न, षष्टि. षष्टि नद्योः श्रीनद्योः न तत् तद् तद् उपयुक्त्य सप्तमी नद्योः तत्तु शतुः षष्टि. कथं षष्ट्यः भवति? पितुः शत्र पितृशब्द पितुः इति षष्टिविभक्ति किल तादृशम्. अस्तु अस्तु. शप्श्यनोर्नित्यं श्रीप्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् शप्श्यन् प्रत्ययोः अवर्णात् अङ्गात् शप्शनयोः अस्तु अवर्णात् अङ्गात् शत्रन्ताङ्गस्य नित्यं नुम् आगमः भवति. अनुवृत्तिसहितसूत्रं श्यप् श्यनोः आत् शतुः अङ्गस्य नित्यं नुम् श्रीनद्योः. अस्तु, अत्र श्यन् अथवा शप् आगति चेत् अत्र अकारः आगच्छति. अकारः अस्ति अवर्णात् अवर्ण कथम् आयाति? अवर्ण शप् अकारः श्यन् अकारः तत् वर्णात् अङ्गात् शत्रु शत्रन्त अङ्गस्य नित्यं नुमागमः भवति. सम्यक्. आचिनद्योर्नुम् इति सामान्यसूत्रं, शप्शनोर्नित्यम् इति विशेषसूत्रं. तावदेव. आम् सम्यक्. तावदेव कृतवन्तः वर्गे अपि. वदतु भगिनि. जसः शि इति सूत्रमस्ति अजन्तपुंलिङ्गः जशः शि सप्तमी किं वदति? अदन्तात् सर्वनाम्नो जशः शि स्यात्. कुत्र अस्ति? नपुंसकलिङ्गस्य विषये किल भगिनी? अजन्तपुंलिङ्ग अत्रापि अस्ति. नपुंसकलिङ्गे जशसोः शि जशसोः शि इति सूत्रं. दीर्घ अत्र शि एव न दीर्घशि न नपुंसकात् अङ्गात् जस् शस् इति अनयोः स्थाने षि इति आदेशः भवति इति सूत्रं वदति. तद् अग्रिमसप्ताहे तद् पश्यामः. पुल्लिङ्गे नपुंसकलिङ्गे स्त्रीलिङ्गे किं कार्यं भवति इति. अस्तु, सम्यक् भवत्या भगिनी इण्डिया गच्छति वा? न न न न कार् न्यूयार्क् मध्ये एव अस्ति इण्डिया अग्रिमसप्ताहे आगच्छति भगिनि. न्यूयार्क् न न्यूयार्क् तः अस्ति वा? अद्य गतवती. तत्र एव कार्यं करोति परन्तु गृहे करोति सप्ताहे गतवती. मया गृहमपि मम गृहमपि न्यूयार्क् तः अस्ति. धन्यवादः धन्यवादः भगिनि. क्षम्यतां भगिनि.